नमस्कारः. कर्मणि भावे लुङ् इति करपत्रम् अनुवर्तते. तर्हि गते सप्ताहे शं धातोः रूपाणि वयं दृष्टवन्तः, किन्तु भगिनी किम् उक्तवती? महोदय किम् अन्यत् नूतनं विषयं चर्चितवान् किम्? न, नूतनविषयं न उक्तवान् महोदय. केवलम् उक्तवान् यत् तस्य सम्भाषणं जातं शृङ्गेरी व्याकरणैः सह. तेषां किं मतम् अस्ति? तस्य मतं यत् महोदय संक्षेपे लिखितवान् गतसप्ताहे यत् वयं पठितवन्तः, अच्छा, परस्मिन् पूर्वविदो प्रत्यलोपे प्रत्यलक्ष्मणसिद्धवत् अत्र अभात् इति, तयोः त्रीणि त्रिविधा इति भवितुं शक्नोति कार्यरूपं यथा वयं चिन्तितवन्तः. चुरमलो दीर्घोऽन्यतरसां तस्य कार्यम् इति. तर्हि तदेव विषयः इति अस्ति खलु, जनाः अपि तदेव असिद्धवत् अत्र भात्. तस्य महोदय उक्तवान् किमस्ति, स्थानी सति निमित्तकं सति आश्रयवत्व. आनयामि. स्थानीवत्वं सति निमित्तकत्वं सति वा आश्रयतम् इति अपेक्षितम् अस्ति. तत्र केवलं धर्म न अपेक्षितं, केवलं पदानि यत् चेत् यथा रेणनिति प्रत्यपरे अनिट् अनिट् आर्धदातकत्वम् इति वयं जानीमः, तस्य कार्यं भवति. चिन्मिलो दीर्घत्वं तस्य कार्यमस्ति. चिन्पर्के रौ परे साधु निमित्तं भिन्नम् अस्ति, किन्तु द्वयोः सूत्रयोः कृते रौ निच् इति आवश्यकमस्ति. केवलं पदानि यत् स्थितं भवति तस्य विद्यमानत्वं साधु अस्ति. निमित्तं यदि भिन्नम् अस्ति, आश्रितं भिन्नम् अस्ति, तत् न चिन्तयामः. केवलं वर्णानां पदानां वर्तमानं त्वं अस्ति तस् इति साधु अस्ति. रिच् प्रत्यये अपेक्षितं, चिन् प्रत्यये अपेक्षितं, द्वयोः अत्र उभयत्र रिच् चिन् अपेक्षितं, यतोहि निमित्तं किञ्चित् भिन्नम् अस्ति, स्थानी भिन्नम् अस्ति, अतः असिद्धवत् अत्र भात् अनेन प्रख्या भवति. असिद्धवत् अद्राबात् इत्यस्य कार्यं नास्ति खलु? कार्यं नास्ति, किन्तु तत् कारणे रेणनिटि यदि पूर्वं कार्यं करोति तदनन्तरं चिन्मलोधिकत्वम् अभिय कार्यं दृष्ट्वा तस्य कार्यं भवति न? आम् नास्ति इत्युक्ते तत् कार्यं पश्यति. किमर्थम् इत्युक्ते समानाश्रितम् अभियं कार्यं नास्ति इति कृत्वा नेरनिटि यत् कार्यं कृतं तत् कार्यं पश्यति एव, किन्तु अस्माकं किं पश्यति खलु, समानाश्रितं नास्ति इति कृत्वा असिद्धं न भवति. असितवत् अद्रभात् इति प्रसक्तिः नास्ति अत्र. तर्हि प्रसक्तिः अस्ति किं कारणकि द्वयो अस्ति, चिन् पर्के रौ परे साधु. चिन् पर्के इति निमित्तम् अस्ति चिन्मलो दीर्घत्वम् अपि रेणनिति तस्य प्रसे आर्धदातुक अनुत्पत्य निमित्तं भिन्नरूपेण अस्ति, किन्तु तत्र निच् अस्ति, तत्र चिन् अस्ति, अनिट् आर्धदातुकं तत्र चिन् अस्ति, अपि चिन्मुलो दीर्घत्वमपि चिन् अस्ति. पदानि स्थितानि सन्ति तत्र, पदानि यदि आव्ययकार्यं सन्ति इति असिद्धम् अस्ति इति वदामः चेत् एकस्य कार्यम् अन्यत् न पश्यति इति. यानि पदानि अपेक्षितानि इत्यस्य किमस्ति निमित्तमस्ति आर्धधातुके इति निमित्तम् अस्ति. अत्र चिन्नमलो दीर्घोऽन्यतरस्याम् इत्यस्य तु नौ परे इति एव अस्ति. आम् किन्तु रिच् द्वयोः कृते समान रिच् अस्ति चिन् अस्ति साधु रेणनिति यदि कार्यं करोति तस्य परे अन्यत् आर्धधातुकं किम् अस्ति तच्चिन् एव अस्ति साधु चिन्मिलो दीर्घत्वं यत्र निमित्तं नौ परे चिन् परके तत् चिन्तु भगिनि अत्र भिन्नौ स्तः पश्यन्तु छिन्नमलो दीर्घो अन्यतरस्याम् इत्यस्य तु किम् अस्ति यानि पदानि अपेक्षितानि द्वयोः सूत्रयोः तानि पदानि समानानि सन्ति. एतत् समानानि सन्ति किन्तु भिन्न भिन्न आश्रितम् अस्ति. आशयः तु भिन्नः अस्ति. किमर्थं यद्यपि समानानि सन्ति तत् तत् अपेक्षितानि पर्याप्तम् अस्ति तदेव पर्याप्तं नास्ति. न न भिन्न नौ परे अत्र किम् अस्ति शम् प्लस् नौ इति अस्ति खलु प्लस् इ इति अस्ति. शम् प्लस् नौ प्लस् इ इति अस्ति. अत्र नेरनिटि इत्यस्य प्रसक्तिः तु अनिटि प्रत्यये परे नौ इत्यस्य अस्ति. मध्ये यत् नौ अस्ति तस्य अस्ति. अनन्तरं चिन्नमलो दीर्घो अन्यतरस्याम् इत्यस्य स्थाने अस्ति चिन्मिलो कृते दरौ अति इति निमित्तम् अस्ति साधु. किन्तु पदानि समानि सन्ति. अस्तु किं तर्हि पश्यति इति कृत्वा सोपानस्य चिन्ता नास्ति इति यानि पदानि अपेक्षितानि द्वयोः सूत्रयोः मते तानि पदानि समानानि अपेक्षितानि पर्याप्तम् इति. भिन्नभिन्नधर्मत्वं भवेत् चेत् अपि समानस्थानिकत्वं निमित्तत्वं वा आश्रयत्वं न अस्ति चेत् अपि तयोः कार्यम् अभ्ययकार्यं भवितुं शक्नोति इति महोदय उक्तवान्. तस्य कृते वार्तिकं किमपि अस्ति किम्? न सः उक्तवान् तयोः वार्तालाप महोदय उक्तवान् इति द्रष्टव्यं ते महोदयम् इति उक्तवन्तः. पश्यामि अस्तु भगिनि धन्यवादः. एकं महोदय उक्तं चरितार्थं सूत्रस्य सूत्रस्य अर्थं यत् सूत्रं यदि कारितं भवति तस्य अर्थपूर्तिः करणार्थं पर्याप्तमस्ति. चरितार्थम् इति उक्तवान् तत् पदं महोदय. गतसप्ताहस्य मुद्रणे अस्ति पञ्च पूर्वं पञ्चदशनिमिष महोदय उक्तवान् मङ्गलवासरस्य इति यदि वयं चालिमः तदानीं शृणुमः इति साधु भवति. अधुना शृणुमः किम्? अधुना वयं शृणु वयं मृच् लिक् तद् तुद् मुद्दुकुटि इति समाप्य वयं पञ्च महोदय पूर्व अदौ अस्ति महोदयस्य सम्यक् अस्ति बहु सम्यक् अस्ति भगिनि. पठामः. रामप्रिया भगिनि पठति किं भगिनि इदुपदधातवः इति? अस्तु भगिनि. इदुपदधातवः ऋच् धातोः ऋचिर् रुधादौ अनिट् लिक् धातुः लिख रुधादौ सेच्च रूपाणि परिशीलनीयानि. चित्रम् अस्ति लिङ् सिचाव् आत्मनेपदेषु इगु पदधातुभ्यः जलादि लिङ् सिचकित् भवतः आत्मनेपदेषु प्रत्ययेषु परेषु तदादिविधिः इत्यनेन जल् लिङ् सिचौ इत्युक्ते जलादि लिङ् सिचौ इकः हलन्तात् यस्मिन् इकः षष्ट्यन्तम् इक् सम्बन्ध हल् तदन्तात् इति अर्थः लिङ् च सिच् च तयोः इतरेत्वरद्वन्द्वः लिङ् सिचौ लिङ् सिचौ प्रथमान्तम् आत्मनेपदेषु सप्तम्यन्तं द्विपदम् इदं सूत्रम् इको जल् इत्यस्य सम्पूर्णतया अनुवृत्तिः हलन्ताश्च इत्यस्मात् हलन्तात् इत्यस्य अनुवृत्तिः संयोगालिक् कित् इत्यस्मात् कित् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् इकः हलन्तात् जल् लिङ् सिचौ कितौ आत्मनेपदेषु अत्र सूत्रं वदति यदा इगुपदधातुः अस्ति इकः इगुपदधातुः हलन्तधातु हलन्तात् इगुपदधातु हलन्त इगुपदधातुः अस्ति चेत् तत्र जल् लिङ् सिचौ जलादि जलादि लिङ् सिचौ इति अर्थः अस्तु जलादि लिङ् सिचौ कित् इति आरोपितं भवति आत्मनेपदेषु एव कित् इति अतिदेशसूत्रं स्वभावः तादृशं नास्ति आरोपितं भवति इति कृत्वा अतिदेशसूत्रमस्ति कित् इति आरोपितं भवति तर्हि केवलं यत्र जलादि एव खलु जलादि लिङ् नो चेत् जलादि सिच् प्रत्यये आत्मनेपदेषु आत्मनेपदेषु कित् आरोपितं भवति इति अवगच्छामः तर्हि तर्हि रूपाणि कुर्मः भगिनि आरम्भं करोति वा भगिनि किल पृच्छति अनिट् अस्ति अतः ई सातां सथ प्रायः अस्तु अरिच् योगः अडागमः प्रथमं लुङ्लकारः इति कृत्वा अरिच् योगः ई ई पुगन्तलघुपदस्य च भवति वा भवति किल भगिनि अरेच् योगः ई अरेचि तावदेव किल भगिनि किम् उक्तवती भगिनि पुनः वदतु भगिनि अरिच् योगः इ इति चिन् इ इति प्रत्ययः तत्र गुणः तु भवति एव किल क्षम्यतां पुगन्तलघुपदस्य च इति सूत्रेण गुणः तु भवति एव अरेचि इति भवति अरेचि इति किम् आं भगिनि तदेव स्यात् अरे चकारः एव किल चकारः एव किल रिच् अरिच् अरिच् योगः साताम् इदानीं तद् कित्वम् आरोपितं भवति इगुपदधातुः अस्ति जलादि लिङ्ग् सिच् अस्ति जलादि सिच् अस्ति इति कृत्वा कित्त्वम् आरोपितं लिङ् सिच आत्मनेपदेषु इति सूत्रेण कित्त्वम् आरोपितम् अनेन गुणनिषेधः भवति अरिच् योगः साताम् चकारः सकारः अस्ति चेत् अस्माकं चोहोकुः इत्यस्य कार्यम् अरिक् योगः साताम् ककारः सकारः आदेशप्रत्ययोः अरिक्षाथाम् इति रूपम् अनन्तरं समानमेव किल अरिच् योगः सथ अरिक्षथ तत्रापि चुहोकुः आदेशप्रत्ययोः अरिक्षथ अनन्तरं अग्रे प्रायः अरिच् योगस्तः तत्र जलोजली पूर्वक सूत्रम् अस्ति तस्य कारणं भवति उत्तर जल उत्तरस्य जलि परे सकारस्य लोपः भवति सो अरिच् योगथाः तदनन्तरं खरि च निन चकारस्य ककारः भवति अरिक्था इति भवति खरि च चोहोकु अरिक्था इति भवति क्षम्यतां चोहोकु खरीचयति पर्जन्यवत् भवति इति खरीचयति कारणकी पर्जन्यवत् अस्ति भवति. सो जलो जलि प्रथमं चोहोकु तदनन्तरं देन् खरीच पर्जन्यवत् अस्ति. तदनन्तरम् अरिश्चोग साथां यथा भगिनी उक्तवती अरिच्योग लिङ् सिच् वात् अन्यपदेषु अनेन गुणबाधितं भवति कारणकी छलि आदौ अस्ति आत्मनेपदी अस्ति सिच् प्रत्ययस्य चोहोकु अनेन अरिक् योग साथां तदनन्तरम् आदेशप्रत्ययो अरिक् साथाम् इति भवति. तदनन्तरम् अरिच् योगध्वम् अत्रापि समानकार्यं भवति ध्वम् इति झलि अस्ति धकार तु चोहोकु अनेन अरिक् गुणबाधितम् अरिक् अरिक् ध्वम् इति भवति. अग्रे करोमि जलां झषि इति न ककारस्य गकारः भवति खलु द्वम् इति. महोदय द्वम् अत्र चोहोकुः कार्यं करोति वा? आं महोदय प्रथमं तु चोहोकुः कार्यं करोति तदनन्तरं जलां झषि इत्यनेन जलां झषि गकार भवति अरिग् द्वं भवति. पुष्प भगिनी मणिमहोदय वदति किं महोदय अत्र उत्तमपुरुषे उत्तमपुरुषे सि अस्ति अरिच् योः सि अत्र जलजलि इति पूर्वसूत्रं महोदय जलजलि अतः सकारः लोपो भवति तकारः परे जलि अस्ति अतः नास्ति क्षम्यतां महोदय नास्ति अत्र सि अस्ति अतः चोहोकुः आं चोहोकुः इति सूत्रेण चकारस्य ककारः आदेशः अनन्तरं ककारः इन्को वर्णः आदेशप्रत्ययः इत्यनेन सकारस्य शकारः आदेशः अतः हरि देन् अनन्तरं ककार शकार एव मेलने क्षि भवति अरिक्षि अनन्तरं स्वहि अरिक्ष्वहि अरिक्ष्महि इति रूपाणि भवति समानकार्यं उक्तवान्. तर्हि रिच् धातोः समाप्तः खलु अन्यत् किमपि नास्ति. अस्तु अग्रे पुष्प भगिनी पठति किं भगिनि लिख् धातुः अस्ति भगिनि ओ लिख् धातुः अपि अस्तु अस्तु लिक् अपि सः समानकार्याणि अलिखि अलेखि अलेखि सूत्राणि अपि वदतु भगिनि. अत्र गुणकार्यम् आगच्छति एकनिमिष तत्तु पुगन्तलघुपदस्य इत्यनेन अलेखि इशातां किमर्थम् अलेखि शातां किमर्थं न भवति अत्र गुणकार्यं न भवति केन सूत्रेण अत्र करपत्रे अस्ति खलु लिङ्क् स्विच् आत्मनेपदेषु तद् तदेव अस्तु अस्तु आरोपितं नितीश इत्यनेन कार्यं वदति किन्तु भगिनी शाकमस्ति यत् झलि आदौ नास्ति तत् सूत्रस्य प्रसक्तिः नास्ति. ओ आं सत्यं अलेखिशाताम् अस्तु अलेखिशाताम् अलेखिशाथ अलेक्षि तत्र सकारस्य सकारस्य लोपः भवति न स्थाः अलेक्थाः अलेक्थाः न भगिनि अत्रापि गुणकार्यमस्ति न सरला भगिनि इति अस्ति खलु इडागमः जातः इति कृतः स्टाः तत्तु अलिक्ष्टाः अलिक्ष्टाः अलेखिष्टाः अलेखिष्टाः क्षम्यतां गुणकार्यमस्ति अत्र अलेखिष्टाः अलेखिषाथां थाम् अलेखिध्वं अत्र द्वे अपि अस्ति ध्वं नास्ति अत्र किम् अस्ति इण् अलिख् इति अस्ति इण् प्रत्याहारे अस्ति किं कर् ककारः नास्ति डकारः न भवति केवलं डकारः डकारः डकार एव अलेखिद्वम् अस्तु द्वम् इति अपर्याप्तं भगिनि धन्यवादः भगिनि अरुणा भगिनि उत्तमपुरुषे रूपाणि वदति किं भगिनि आं भगिनि अलिक् योगः सि अलिखसि भगिनि अलिखसि गुणकार्यं भवति अलेखसि आदर्शप्रत्ययः उच्चेन शकारस्थाने मूर्धन्यशकार आगच्छ अलेखसि अलेखिषि अलेखिष्वहि अलेखिष्महि धन्यवादः भगिनि धन्यवादः पुनः रामप्रिया भगिनी भवति उभयपदी नास्ति लिक् उदुपददातवः वा अस्तु तुद् धातुः तुद् दुधादौ अनिट् मुद् धातुः मुद् भुवादौ सेट् रूपाणि परिशीलनीयानि अत्र यद्यपि उभयपदी अस्ति चेदपि वयं कर्मणि भावे रूपं वदामः खलु इति कृत्वा केवलम् आत्मनेपदी एव रूपं खलु यद्यपि धातुः साक्षात् उपयुक्तमस्ति तथापि अस्माकं रूपं तु एकमेव आमामां सत्यम् किमर्थम् इत्युक्ते रिच् धातुः उभयपदी अस्ति किन्तु अस्माकम् एकमेव रूपं भवति तस्यापि धातुः अनिट् अस्ति अतः प्रथमम् अडागमः अतुद् योगः इ उदुपद अतः अथोद् अथोधि इति भवति अतुद् योगः साथाम् इदानीं पुनः चिन्तनीयं किल लिङ्ग् सिच् वा आत्मनेपदेषु इत्यस्य प्रसक्तिः अस्ति वा इति इगुपदधातुः अस्ति चेदेव तस्य प्रसक्तिः अतः तस्य प्रसक्तिः नास्ति किल भगिनि आम् उकारः इक् वर्णः जलादि सिच् अस्ति चेत् तस्य कित् भवतः अतः साथाम् इत्यस्य गुणनिषेधः तु अवश्यं भवति एव समीचीनं लिक् योग अलिक् योगः साथाम् अतुद् योगः साथां दकारः दकारः अस्ति चेत् जलां जष् जषि किल भगिनि अतुद् किल अतुद् योगः साताम् खरी च प्रथमवर्णः अतुत् योगः साताम् अतुत् साताम् तकारः सकारः अतुत् साथाम् एव किल तकारः सकारः किमपि न भवति किल अतुत् साथाम् अतुत् सथ तत्रापि गुणनिषेधः एव सरला भगिनि अस्तु इदानीं धातु अस्ति अत्वद् योगः स्थाः इति भवति लिङ् सिच् वात्मनेपदेषु अनेन गुणबाधितं भवति तदनन्तरं सकारस्य जलोझलि अनेन सकारस्य लोपः भवति अत्वद् योगः था भवति इदानीं पुनः खरीच इति पर्जन्यवद्भवति सो अत्युत्था इति भवति द्वितीय द्विवचने अत्युत्प्रक्रिया मूर्धन्यसकारः द्वे अपि आगच्छति न अतुत्थाः अतुत्थाः ताः आदौ एव तकारः एव अस्ति खलु अस्तु तदेव तदेव शृणु अत्र जलजुलि न कार्यं करोति महोदय एकवचने मध्ये झलि अस्ति न कृत्वा एव सकारस्य लोपः भवति अस्तु लोपः भवति चेत् अस्तु अस्तु समीपम् तदनन्तरं खरी च अनेन सकारस्य सकारः भवति तु अत्युत्थाः इति भवति तथैव द्वितीयवचने यथा रामप्रिया भगिनी कृतवती गुणबाध्यतां भवति तत् खरी च अनेन अत्युत्साथां बहुवचने अत्युत् योगध्वम् अस्ति इदानीं प्रथमं जलाञ्च चषि अनेन कार्यं भवति अत्युध्वम् इति भवति गुणनिषेध अत्युध्वम् इति भगिनि अस्तु मणिमहोदय अदुद्योः सि अत्र करिचय इति सूत्रेण अदुत् एक प्रथम तकार आदेश तकारः अदुत् अदुत् सि एव भवति अनन्तरं द्विवचने अदुत् तत्रापि अदुत् स्वहि अदुत् स्महि इति रूपाणि भवन्ति महोदय धन्यवादः महोदय अग्रे पुष्पा भगिनी वदति किं भगिनि अग्रे स्वीकरोति किं मुद्दुदातु मुद्दुदातु भगिनि मुद्दु अत्र मोद् आगच्छति अमोदि अत्र अमो अत्र पुगन्तलस्य कार्यं करोति अमोदिशताम् अमोदिश ताः सम्यक् अमोदिशाताम् अमोदिशाताम् अमोदिशत धन्यवादः भगिनि चेत् अस्ति इति कृत्वा उत्तमम् अरुणा भगिनी वदति किं भगिनि अमुद् योगः इष्टाः आर्धदातुक सूत्रेण सर्वदा आर्धदातुकप्रत्ययः अस्ति अतः गुणः भवति अमोदिष्टाः अमोदिध्वम् अत्र तदेव अत्र इन् प्रत्याहारे नास्ति दकारः इति कृत्वा केवलं अस्तु अग्रे पुनः रामप्रिया भगिनी प्रथमपुरुषे आम् उत्तमपुरुषः किल, अमुत् अमुत् योगः अस्माकं प्रत्ययः इषि इति प्रत्ययः, तत्रापि गुणनिषेधः न भवति इति कृत्वा अमोदिषि अमोदिष्वहि अमोदिश् न सम्यक् एव, अमोदिषि अमोदिषि अमोदिष्वहि अमोदिष्महि. धन्यवादः. सरला भगिनी कुटादयः इति आरम्भं करोति. कुटादयः इति अन्तर्गणः, कृदादिगणे कुटादयः इति अन्तर्गणः अस्ति. अस्मिन् अन्तर्गणे कुट् इत्यस्मात् आरभ्य कुङ् इत्यन्त पञ्चत्रिंशत् शाखाः सन्ति. येषु अधिकेन हलन्ताः अधुपदधातवः सन्ति. पञ्च अजन्तधातवः अपि सन्ति. तुदादिगणे अन्तर्गणकुटादयः अस्ति, तस्मिन् पञ्चत्रिंशत् धातवः अन्तर्भूतः अस्ति. सर्वे हलन्त्या अधिकेन सर्वे हलन्ता धातवः सन्ति. अधुपदधातवः अपि सन्ति. उपधायाम् उकारः आगच्छति, तद् अधुपधातवः वदामः. किन्तु पञ्च अजन्तधातुः अस्ति, अजन्तधातुः अपि उकारान्त उकारान्तधातवः सन्ति. कु गु धृ ऋ इति अग्रे पठामि वा? कुटादिभ्यो ङ्यनत्तः कथं वदामः भगिनि? ङ्कुटादिभ्यो ङ्कुटादिभ्यो ङ् आदेशात् कुटादिधातुभ्य च ङिति ङिति भिन्नप्रत्ययः ङित्वद् भवति. कुट् आदेशां ते कुटादयः बहुव्रीहि. ङाङ् च कुटाद्यश ते ङाङ् कुटादयः तेभ्य ङाङ् कुटादिभ्य. ञ च न च तयोर् इतरेतरद्वन्द्व ञौ ञौ इतौ यस्य सः ञ द्वन्द्वगर्भो बहुव्रीहि. अन्यत् अन्यत् नञ् तत्पुरुषः सूत्रस्वं सम्पूर्णङाङ् कुटादिभ्य अन्यत् लिङ्गत् भवति. सूत्रं वदति ङाङ् अपि कुट्टादि धातु. ङाङ् इति आदेश भवति साधु. ङाङ् आदेश परे वा कुट्टादि गणे धातवः सन्ति. तेषां परे यदि ङित् ऋत् प्रत्यय विना अन्ये प्रत्ययाः सन्ति ते ङित्वत् भवति. ङित् ऋत् यदि प्रत्ययः अस्ति तत्र ङित्वत् न भवति इति सूत्रं वदति. ङाङ् कुटादिभ्य इति पञ्चमी विभक्ति, सो तस्य परे ङित् ऋत् यद् अस्ति तस्मिन् न भवति ङित्वत् इति. गुण बाधितं भवति वा वृद्धिबाधितं भवति. सो अस्माकं कृते यथा कर्मणि भावे लिङ् लुङ्लकारे अस्ति, प्रथमपुरुष एकवचने इति ङित् अस्ति. सो तत् विहाय सर्वे अवशिष्टप्रत्यया तेषां कृते ङ्कुटादिभ्यो ङिति इति ङिति इति सूत्रस्य प्रसक्तिः भवति. ते सर्वे ङित् ङित् न सन्ति. सिच् प्रत्ययः अस्ति इति कृत्वा निर्वद् भवति खलु, कुटादिधातुभ्यः निर्वद् भवति, गुणकार्यं निषिद्धं भवति. अत्र किम् आसीत् इत्युक्ते किं वक्तव्यम् आसीत्? पूर्वस्य सूत्रमस्ति लिङ् सिच् वात्मनपदेषु, तस्य प्रसक्तिः आधिक्येन सर्वे धातव उद्पद् धातवः सन्ति, हलन्तः तस्य परे अस्ति. किन्तु लिङ् सिच् आत्मनेपदेषु इगुपदधातवः सन्ति ते अपि, किन्तु तस्य प्रसक्तिः नास्ति कारणकी आधिक्येन सर्वे सेट् अस्ति. सेट् सन्ति, यदि धातव सेट् सन्ति तस्य प्रत्ययः इदागमः आगच्छन्ति, इदागमसेकप्रत्ययः भवन्ति, अतः लिङ् सेच् चावात्मनेपदेषु तस्य प्रसक्तिः न भवति कारणकी जनादि आदौ नास्ति, तस्य जाति जाति सन्ति. अत्रापि कुटादिभ्यः अपि कुटाद् कुट्टति धातोः अपि लिङ् सिचौ आत्मनेपदेषु तस्य प्रसक्तिः अस्ति खलु, किन्तु गाङ्कुटादिभ्यो निमित् इति सूत्रम् आगत्य कार्यं करोति. किन्तु भगिनी धातु सेत् सन्ति सर्वे, यदि सेत् सन्ति प्रत्ययः इदागमलादेन इदागमः आगच्छति साधु. कुटधातुः सेत् अस्ति किम्? अधोभागे लिखितमस्ति कुटादि हलन्ता धातवः सर्वे सेतः इति कृत्वा अस्य सूत्रस्य प्रसक्ति किमपि प्राप्तिः न भवति इति वदति जलापि नास्ति. भगिनि अत्र कुटादि कुटादयः अत्र प्रसक्तिः अस्ति वा लिङ् शिक्षो आत्मनेपदे? प्रसक्तिः अस्ति किन्तु यथा भगिनी उक्तवती तद् प्रबाद्य गाङ्कुटादिभ्यो निन्दे भवति स्म, किन्तु अस्माकं ये धातवः सन्ति अत्र सर्वे तु किं के सन्ति इत्युक्ते सेटः सन्ति इति कृत्वा आर्धधातुके प्रत्यये परे इदागमः भवति खलु. पुनः वदतु भगिनि भगिनी अत्र निद्वद् भवनार्थम् आद् किम् किमस्ति सिच् इति न उक्तम् अस्ति भगिनि, अत्र तु केवलम् इडागमः अस्ति चेदपि अस्य प्रसक्तिः अस्ति खलु, निद्वद् भवति खलु. न भगिनि जलादि नास्ति अतः महोदय उक्तवान्. अत्र जलादि इति किमपि न उक्तम् अस्ति खलु, किन्तु यदि सेट् अस्ति तो अर्धधातुकबलादेन इडागमः भवति साधु, सो प्रत्यय जलादौ न भवति. न अत्र तु जलादि इति किमपि नास्ति खलु इति, अत्र लिङ् सिचौ आत्मनेपदेषु इत्यस्य एव जलादि इति इति अस्ति, किन्तु गाङ्गटादिभ्यो तत्र जलादि तत्र जलादि इति कृत्वा निद्वद् भवति, तर्हि आहत्य तु गुणकार्यं निषिद्धं भवति अनेन सूत्रेण, यद्यपि इदागमः भवति तथापि गुणकार्यं निषिद्धं भवति खलु. निषिद्धं भवति साधु. अस्तु भगिनि, मनसि प्रश्नः किमस्ति निर्गतः वा भगिनि भवत्याः? आं भगिनि. अस्तु भगिनि, अस्तु तर्हि वयं रूपाणि साधयामः वयम्. कस्य क्रमः आसीत्? मणिमहोदयस्य क्रमः अस्ति, महोदय आगं करोति महोदय. रत्नपुरुषरूपाणि. अस्तु महोदय, कुट् कुट् सेट् भवति, अनन्तरं गाङ्गादेशात् गुणादिप ञित् ञित् भिन्नप्रत्ययः ञित्वत् अतः अत्र गुणकार्यं भवति. अकुट् यः किन्तु अत्र चिन् प्रत्ययः अस्ति खलु, चिन् प्रत्ययः तु नित् नित् भिन्न प्रत्ययः अस्ति इति कृत्वा अत्र गुणकार्यं भवितुम् अर्हति इल नित्वत् नास्ति अत्र. किमर्थं नास्ति अत्र चिन् प्रत्ययः तु एकवचने चिन् प्रत्ययः अस्ति किल, चिन् कीदृशप्रत्ययः अस्ति, नित् अपि नास्ति नित् अपि नास्ति खलु, भिन्नप्रत्ययः अस्ति इति कृत्वा निद्वत् भवति खलु. सूत्रे किं वदति गाङ्गुटादि सूत्रं वदति यदि नित्वा नित्वा नास्ति चेत् निद्वद् भवति, अत्र तु नित् अपि नास्ति नित् अपि नास्ति इति कृत्वा निद्वद् भवति खलु, निद्वद् भवति इति कृत्वा गुणकार्यं निषेधं भवति, अत्र निषेधं भवति. परन्तु सेट् अपि अस्ति अतः सेत् चिन् यत्र अस्ति तत्र सेत् किमपि नास्ति खलु, चिन्बाहुः अस्ति खलु, अस्तु महोदय, अस्तु आर्धदात् इकारस्य अधः गुणकार्यं भवितुम् अर्हति इल्ल इकारस्य इति नास्ति महोदय, अत्र तु इकारः इति चिन् प्रत्ययस्य इकारः अस्ति खलु, सः इकारः चिन् प्रत्ययः अस्ति इति कृत्वा गुणकार्यं भवति किम् अस्ति क्षम्यतां, निषिद्धं भवति, निषिद्धं न भवति भगिनि, न भवति किमर्थं भगिनि, प्रथमवाक्यं पठतु, गाङ्ग् आदेशः कुटादिदातुभ्यः च मित् मित् भिन्न चिन्नपि मित् अस्ति, अस्तु अस्तु क्षम्यतां क्षम्यतां, चिन्नपि मित् अस्ति इति कृत्वा अत्र भवति गुणकार्यं भवति, क्षम्यतां महोदय भवान् वदतु महोदय, मम गुणं भवितुम् अर्हति अत्र एकवचने कोटि इति रूपं भवति महोदय, अकोटि इति रूपम्, अनन्तरं द्विवचने शातां अत्रापि सेट् सेट् अधः सेट् अस्ति अधः शाताम् इति रूपम् अकोटि प्रत्ययः कीदृशः प्रत्ययः अस्ति अत्र, सिच् प्रत्ययः अस्ति खलु, आं सिच् प्रत्ययः, प्रत्ययः अस्ति नित् नित् भिन्नप्रत्ययः अस्ति इति कृत्वा गुणकार्यं निषिद्धं भवति खलु, आं गुणकार्यं निषिद्धं भवति, परन्तु सेट् अस्ति अधः इडाहं भवति इकारः पूर्वं भवति अधः शाताम् इति अकुटिशातां खलु, अकुटिशतम् अकोटि न भवति, अकुटिशतम् अकुटिशत इति रूपाणि, धन्यवादः महोदय, धन्यवादः, क्षम्यतां महोदय, अस्तु महोदय, पुष्प भगिनी अग्रे वदति किं भगिनि रूपाणि, आं भगिनि अकुट् अकुट् इष्टा अकुट् अकुट् इष्टा तत्र षकारस्य लोपः भवति वा न भवति, अकुटिष्टाः अकुटिष्ठाथाम् अकुटिध्वम् प्रत्याहारे नास्ति इति कृत्वा अत्र केवलं दकारः एव अकुटिध्वम्, धन्यवादः अरुणा भगिनी, उत्तमपुरुषे इषि इष्वहि इष्महि इषि अस्ति अकुटिषि अत्र इषि नित् भिन्नप्रत्ययः अस्ति ततः निद्वत् भवति गुणः न भवति केवलं वर्णमेलनमेव अकुटिषि अकुटिष्वहि अकुटिष्महि इति रूपाणि भवन्ति, उत्तमं भगिनि धन्यवादः भगिनि, भगिनि मम एकः प्रश्नः अस्ति, ये धातवः सर्वे हलन्तः सन्ति तत्र उदुपदवर्णः उदुपदधातवः सन्ति किन्तु हलन्तं हलन्तः सन्ति कुत् इति हलन्तं धातुः अस्ति खलु, आम् आं सत्यं, तस्य हलन्त तकारस्य हलन्त सत्रेण सूत्रेण संज्ञा न भवति च कारणकी अनुनासिक नास्ति, किं हलन्त्यनेन कथं तस्य रूपेण भवति संज्ञा न भवति कूट् अत्र कुट इति आसीत् खलु तत्र तु उपदेशः इत्यनेन भूत कृत्वा तदनन्तरम् इति रूपम् अस्ति कुट इति प्राप्तम्, आं भगिनि अस्तु धन्यवादः, अग्रे महोदयस्य मुद्रणं श्रोतुम् उत्सहे अहं गते सप्ताहस्य अत्र पञ्चनिमिषं वा दशनिमिषं वा श्रोतव्यं वा भगिनि, दशनिमिषम् अस्ति भगिनि पाठं पूर्वमेव अस्ति, ओ आदौ एव तद् वयं पश्यामः किं महोदयस्य करपत्रं मदनं गते गतसप्ताहस्य मङ्गलवासरस्य मुद्रणं शृणुमः शं धातोः विषये श्रुत्वा अग्रिमसप्ताहे प्रश्नाः सन्ति चेत् किञ्चित् चर्चयामः तस्मिन् विषये. फेब्रवरि सेकेण्ड् कथं वदामः द्वितीयदिनाङ्कः खलु फेब्रवरि मासस्य द्वितीयदिनाङ्के द्वितीयदिनाङ्कः अस्तु अस्तु तावदेव आसीत् खलु भगिनि गते मङ्गलवासरस्य वर्गे. आमामामाम् अत्र किमपि स्मर्तव्यं किम् एतावत्पर्यन्तम् अग्रे रुग्धुपद भगिनि क्षम्यतां भगिनि अशास्त्रीयकार्यं अहं न अवगतम् एकवारम्. अशास्त्रीयम् इत्युक्ते अत्र असिद्धम् इति तथैव खलु कुत्र कुत्र दृष्टवती अशास्त्रीयम् इति शं दातु निजन्त शं दातु विषये महोदय उक्तवान् महोदयेन उक्तवान् अहं न अवगतं किमर्थम् अशास्त्रीयकार्यम् इति. अशास्त्रीयं किमर्थं भवति इत्युक्ते अत्र एकनिमिषं पुनः पश्यामः. अशं योगः प्रथमं तु निच्छति आगच्छति अनन्तरम् अशमी इति नूतनधातुः खलु अस्माकं किमस्ति प्रेरणार्थकनिच् अस्ति प्रथमं तु अशं योगः प्रेरणार्थकनिच् अशमी इति रूपम् अनन्तरम् अशमी योगः पुनः कर्मणि निच् भवति सूत्रेण प्रेरणा प्रथमं तु शम् इति किम् अस्ति संयोगः हेतुमति चेत् निच् अस्ति शामि भवति तदनन्तरं मितां हस्व इति शमि शमि भवति पुनः इ इति अस्ति तत्र तु प्रथमाविभक्त्याम् इ इति चिन् इत्यस्य इ अस्ति खलु तर्हि अशं योगः निच् योगः इ इति अस्ति अत्र नेरनिटि इत्यनेन प्रथम निच् इत्यस्य लोपः भवति. अस्तु अधुना अत उपादायाः इत्यस्य प्रसक्तिः अस्ति किमर्थं प्रसक्तिः अस्ति अशं योगः निच् इत्यस्य लोपः जातः तदनन्तरं चिन् इत्यस्य इ इति अवशिष्टः चिन् इति निमित्तं निमित्तीकृत्य अत उपादायः इत्यस्य प्रसक्तिः अस्ति किन्तु स्थानिवद् आदेशो अनल्विधौ अशास्त्रीयम् अचः परस्मिन् पूर्वविधौ इति दत्तमस्ति अत्र अजादेशः जातः खलु अत्र यत्र वयं णिच् इत्यस्य लोपं कुर्मः कारयामः तत्र अचः स्थाने लोपादेशः सञ्जातः. अनन्तरम् अत उपादाय इति पूर्वविधिः अस्ति परनिमित्तिकः पूर्वविधिः अस्ति निमित्तं परे अस्ति यत्र अजादेशः जातः लोपादेशः जातः मकारोत्तरवतीकारस्य एव लोपादेशः जातः खलु इकारस्य स्थाने लोपः आगतः तर्हि तद् यः लोपादेशः जातः तस्मात् पूर्वम् अस्ति अस्माकम् अत उपादायः इत्यस्य कार्यम् तर्हि पूर्वविधिकार्यम् पूर्वविधिकार्यम् अशास्त्रीयं भवति इति महोदय कृतवान् किमर्थम् इत्युक्ते अत्र किमस्ति बाधितं भवति यदि सूत्रस्य कार्यं बाधितं भवति तत् शास्त्रीयकार्यं वदामः. पुनः वदतु भगिनि यदि सूत्रसूत्रम् आगत्य कार्यं कर्तुम् अस्ति तस्य कार्यं बाधितं भवति तत्र बाधितं कार्यम् अशास्त्रीयकार्यं भवति स्थानिवत् अनल्विधौ तस्य प्रति अशास्त्रीयकार्यं तस्य प्रसक्तिः न भवति किन्तु अचः पूर्वस्मिन् पूर्वविधौ इति सूत्रेण कार्यम् अशास्त्रीय वा शास्त्रीय भवितुं शक्नोति तस्य का बाधा नास्ति तत्र. ओके अत उपदायसूत्रमिति पूर्वविधिः अस्ति, अतः अशास्त्रीयं भवति. परनिमित्तिकं सूत्रमस्ति, परनिमित्तिकं परनिमित्तम् अस्ति, परन्तु पूर्वविधि शम् इति शकारोत्तरे शकारोत्तरवर्त्यकारस्य दीर्घत्वं कारयितुमिच्छति खलु, अतः कृतः पूर्वविधिः. लोपादेशः यत्र जातः तस्मात् पूर्वं कार्यं कर्तुम् इच्छति. ओके ओके भगिनि, अहं चालयामि चालयितुं शक्नोति वा? मम सङ्गणकात् चालयितुं न शक्नोति भगिनि. श्रूयते? श्रूयते भगिनि. उच्चैः स्थापयतु. अत्र च कतिसताहे शम् इति धातुः वित् अन्तर्क्रमे ये धातवः सन्ति तेषां चिन्त इदानीं भाव श्रूयते भगिनि. भगिनि मध्ये अपगच्छति, अहं चालयितुं प्रयते. अहम् एकं निमिषं भगिनि, न श्रूयते भगिनि. कर्मणि भावे लोमिति विषयः प्रवर्तमानः अस्ति. अत्र च अत्र च गतिशताहे शम् इति धातुना मित् अन्तर्गणे ये धातवः सन्ति तेषां चिन्तनं प्रवर्तमानमासीत्. अत्र सङ्क्षेपे वदामः, किञ्चित् अनन्तरम् अग्रे गन्तुं शक्नुमः इति मन्ये. अहं तत्र पृष्टवान् मम द्वयमस्ति, तत्र द्वौ अध्यापकौ शृङ्गिरौ ये पाठयन्ति व्याकरणविभागे. तत्र च अहं पृष्टवान् अस्मिन् प्रसङ्गे यत् शं योगः निच् इति स्थले चतुर्णां सूत्राणां प्रसक्तिरस्ति, अत उभतायाः मितां ह्रस्वः निर्णिति अपि च चिह्नमूलोर्दीर्घोन्यतरस्याम्. अत्र च सुगुरुवनमहोदयस्य विचारः एवमासीत् यत् केवलम् एकेन सूत्रेण चिन्नमूलोर्दीर्घोन्यतरस्यामिति न साधयितुं शक्नुयां शक्नुयाम इति वा. तैः उक्तम् अस्ति यत् तथा नास्ति. अत्र एका वार्ता अस्ति यत् चिन्नमूलोर्दीर्घो न्यतरस्याम् इत्यस्मात् प्राक् निर्णति तु भवति एव. अत्र कश्चन प्रश्नः आगतः आसीत् यत् नित्यत्वेन वक्तुं शक्नुमः वा इति एकः प्रश्नः आसीत् खलु. नाम निर्णति चिन्नमूलोर्दीर्घो न्यतरस्याम् इति नित्यत्वात् पूर्वं भवति वा इति प्रश्नसति. तत्र पूर्वसूत्रस्य एव नित्यत्वं भवति वा इति प्रश्नः. तत्र उक्तमस्ति यत् सूत्रसङ्ख्यायाः कोऽपि प्रसङ्गः नास्ति. पूर्वपरनित्यम् इति नित्यसूत्रमस्ति चेत् तत्र पूर्वसूत्रं भवितुमर्हति, परसूत्रं भवितुमर्हति. यथा अस्माभिः उक्तं गतसप्ताहे यत् परत्वात् नित्यम् अत्र पूर्वपर इत्यत्र नित्यत्वं यत्र भवति तत्र केवलं कृताकृतप्रसङ्गस्य आवश्यकता अस्ति खलु. अत्र सङ्ख्यायाः आवश्यकता नास्ति इति महोदय वदति, तावदेव खलु. अपि सूत्रमस्ति नो भगिनि, महोदय महोदय गतसप्ताहे उक्तवान् एकं नूतनं सूत्रं तत्र गुणवृद्धिनिषेधः तस्मिन् विषये खलु, किन्तु अधुना महोदय वक्तुं वदन् आसीत् तस्य विषये तु यत्र यत्र पूर्वसूत्रमस्ति तत्र एव नित्यसूत्रं भवितुम् अर्हति वा, परसूत्रं नित्यसूत्रं भवितुम् अर्हति वा इत्यस्मिन् विषये चर्चा अधुना महोदय वदन् अस्ति. तस्मिन् विषये वदामि, केवलं कृताकृतप्रसङ्गः आवश्यकः, न तु सूत्रसङ्ख्या इति खलु. इत्यादिकं भवति एव. अतः यदि यदि तादृश कृतप्रसङ्गः अस्ति द्वयोः अपि सूत्रयोः, तस्यां दशायाम् अग्रे गन्तव्यमस्ति, अन्तरङ्गत्वं कीदृशम् इत्यादिकम्. अपि च अत्र अस्माकं वार्तिकमस्ति, वार्तिकं खलु, यत् अत्र ञलोपौ ञलोपौ नाम नीलोपे अल्लोपे च इयं यान् गुणवृद्धि दीर्घेभ्यः पूर्वविप्रतिषदेन इति वार्तिकमस्ति एकमस्ति, यत्र द्वयोः प्रसक्तिरस्ति तत्र पूर्वसूत्रमस्ति चेदपि नीलोपे सति अल्लोपि सति पूर्वं भवति दीर्घात् पूर्वम् इति कृत्वा एकमस्ति यत् निर्णति पूर्वं भवेत् नित्यत्वात् इति निर्णय अपि तु अनेन वार्तिकेन इति एकमस्ति. अनन्तरम् अतोपदयाः वितामह्रस्व इति प्रसङ्गः, अत्र च तैरुक्तमस्ति यत् अस्माभिः सदा उच्यते अतुपदायाः इति पूर्वम् अनन्तरमेव मितां ह्रस्वः. किमर्थमिति चेत् एकमस्ति यत् परसूत्रं, द्वितीयं तैः उक्तमस्ति यत् मितां ह्रस्वः इति विधानस्य चारितार्थ्यं न भवति अतु उपदयाः इति सूत्रस्य अनन्तरम्. एतत्तु अत्र इत्यस्य चिण् इति प्रत्ययस्य अतोपदायाः मितां ह्रस्वः इत्यस्मिन् कार्ये न वदति महोदय, अत्र तु निच् प्रत्यये परे, यत्र वयं प्रथमसोपानमस्ति खलु, शमीयोगः किम् अस्ति प्रेरणार्थक निच् इति अस्ति, तदा सूत्रद्वयस्य प्रसक्तिः अस्ति, मितां ह्रस्वः इति अन्तर्गणे अस्ति इति कृत्वा मितां ह्रस्वः इत्यस्य प्रसक्तिः अस्ति. अनन्तरम् अतोपदायः इत्यस्यपि प्रसक्तिः अस्ति, निच् तु आर्धातुकप्रत्ययः अस्ति, अत्र निच् इत्यस्य तु अतोपदायः इत्यस्य प्रसक्तिः अस्ति इति अनित् अस्ति इति कृत्वा, तर्हि तत्र यत्र प्रेरणात्मकनिच् परे अस्ति तस्मिन् प्रथमे सोपाने तस्मिन् विषये वदति सूत्रद्वयस्यपि प्रसक्तिः अस्ति अस्ति. चारितर्यं तव्यम् इत्युक्ते मम अवगमनं एवमस्ति, अतोपदायः कार्यं न करोति चेत् मितां ह्रस्वः इत्यस्य ह्रस्वत्वं कुतः आनयामः, ह्रस्वमेव न आदौ एव ह्रस्वरूपमेव अस्ति खलु, प्रसक्तिः एव नास्ति खलु, दीर्घरूपम् अस्ति चेदेव तस्य ह्रस्वत्वं कारयितुं शक्नुमः. तर्हि चारि किं तत्र कार्यं कर्तुं किमपि तत्र नास्ति खलु, यदि अतोपदायः आदौ कार्यं करोति चेदेव मितां ह्रस्वः इति आगत्य ह्रस्वत्वं कर्तुं शक्नोति इति कृत्वा अतोपदायः प्रथमं कार्यं करोति, अनन्तरं मितां ह्रस्वः इति खलु भगिनि, तदेव अस्ति आशयः. प्रश्नः अस्ति किम् अत्र? सर्वे म्यूट् मध्ये सन्ति. साधु भगिनि, पुनः एक बेक् कृत्वा एकवारं रिपीट् करोमि. चारितार्थ्यं न भवति अतः उपदयाः इति सूत्रस्य अनन्तरं नाम नाम यतोहि दीर्घोपदाकार उपदा धातुः उपदेशावस्थायां न लभ्यते इति कृत्वा अत्र कश्चन संशयः अस्ति यत् यतोहि नेच्छति प्रसङ्गः अस्ति तत्र न्यूनातिन्यूनं तत्र धातुद्वयमस्ति ज्ञापि अपि च किमासीत् शपि शापि शपि शापि इति कृत्वा तया दृष्ट्या अपि नाम उच्यते खलु तत् चारितार्थ्यं तत् पदं सर्वे जानन्ति खलु चारितार्थ्यं चारितार्थ्यं नाम केवलं सूत्रस्य अर्थपूर्त्यर्थं नाम सूत्रस्य प्रयोजनं सूत्रस्य आवश्यकता इत्यस्य पूर्त्यर्थं तादृशक्रमः अपेक्षितः इति तैरुक्तं तत्तु सत्यं न वा इति किञ्चित् द्रष्टव्यमस्ति किन्तु अतुपतया इति परसूत्रं तु अवश्यमस्ति यत्किमपि भवतु अत्र एकं निश्चितमस्ति यत् नेरलोप नेरनीति इति पूर्वं भवति चिह्नमूलोर्दीर्घ निदर्शयामि तस्मात् प्राक् भवति एव वाटिकेन अनन्तरं परम्परया न्यूनातिन्यूनं वदामः परम्परया तत्र अतुपदायः इति मतां वसति अस्मात् प्राक् भवति परसूत्रात् अपि अस्ति तर्हि आहत्य नेरनिति चिह्नमलो दीर्घवर्ण्यतरस्याम् इत्यस्मात् प्राक् भवति किमर्थमित्युक्ते चिह्नमलो दीर्घवर्ण्यतरस्यां वृद्धिकार्यम् इति कृत्वा वृद्धिकार्यम् इति कृत्वा नेरनिति तु नीलोपस्य कार्यमस्ति इति कृत्वा अनन्तरं तथा एव चारितार्थ्यम् इति कृत्वा इति कारणेन अतोपदायः पूर्वं भवति नितां ह्रस्वः इत्यस्मात् पूर्वम् इति अनन्तरम् एकः प्रश्नः आसीत् यत् एकवारं यत्र जायते नाम अशमि इ इति अस्थितौ एकवारं यदा निरन्यति इत्यनेन निचः लोपः भवति अनन्तरं निचः आवश्यकता भवति चिह्नमूलोर्दीर्घो नितरिष्यामि इति सूत्रार्थं तत् कथम् इति अस्माभिः उक्तं यत् तत्र सूत्रत्रयं वर्तते अचः परस्मिन् पूर्णितौ प्रत्ययलोपे प्रत्ययलक्ष्यम् अपि च असिद्धवर्तत्राभात् अचः परस्मिन् पूर्णितौ इत्यनेन भवति प्रत्ययलोपे प्रत्ययलक्ष्यमित्यनेन भवति अपि इदानीम् असिद्धवत् अत्र भात् इति स्थले तत्र परिस्थितिः कीदृशी अस्ति इति प्रश्नः तत्र च असिद्धवत् अत्र भात् कुत्र आगच्छति इत्युक्ते नेरण्यति इत्यपि अभ्यकार्यमस्ति चिन्नमलो दीर्घो अन्यतरस्याम् इत्यपि अभ्यकार्यम् अस्ति किन्तु वार्तिकेन नेरनिति इति कार्यं सञ्जातं चेत् तद् कार्यं चिह्नमलो दीर्घो अन्यतरस्याम् इति सूत्रं द्रष्टुं शक्नोति वा इति प्रश्नः आगच्छति तत्रैव आभ्यकार्यम् अस्ति असिद्धं भवति वा नेरनिति इत्यस्य कार्यम् इति प्रश्नः तस्मिन् विषये समानाश्रयत्वम् इति प्रश्नः आगतः असिद्धवत् अत्र अभ्यकार्यं द्वयमपि अभ्यकार्यम् अस्ति नेरनिति चिह्नमूलो दीर्घोन्यतरस्यामिति आभ्यकार्यमस्ति द्वयमपि तत्र च प्रश्नः आगच्छति यत् समानाश्रयः इत्युक्ते निमित्तं समानं भवेत् स्थाने च समानः भवेत् नाम समानस्थानिकत्वे सति समाननिमित्तकत्वं समानाश्रयत्वम् इति भवेत् इति भवति चेत् एव असिद्धवत् अत्र भात् भवति इति प्रश्ने सति नास्ति तथा तत्र एकः न्यायः अस्ति, इदानीं पुरतः नास्ति किन्तु कश्चन न्यायः अस्ति यस्य बलेन यानि पदानि अपेक्षितानि द्वयोः सूत्रयोः तत्र तानि पदानि समानानि सन्ति चेत् एव तत्र अपेक्षितानि उभयत्र पर्याप्तं, नाम धर्मः भिन्नः चेदपि कथञ्चित् अपेक्षितं चेत् पर्याप्तं, तत्र समानस्थानके समानस्थानिकत्वे सति समाननिमित्तकत्वं समानाश्रयत्वम् इति अत्र न प्रवर्तते. इत्युक्ते समान निमित्तं समानं भवतु किन्तु पदानि अपि किमपि आगमः वा आदेशः न भवतु किन्तु स्थानी समानं, कार्यं यत्र सम्भवति समानं भवतु इति नास्ति इति खलु. तर्हि नेरनटि इत्यस्य कार्यं तु शम् इत्यस्मात् अनन्तरम् एकः इकारः अस्ति तस्य तस्मिन् कार्यं भवति. चिन्नमलो दीर्घो अन्यत्र स्याम् इत्यस्य कार्यं तु षकारोत्तरवर्ति अकारस्य कार्यमस्ति, दीर्घत्वं भवति. अस्तु, तर्हि स्थानि भिन्नं भवितुम् अर्हति, निमित्तं तु समानम् अस्ति अत्र. अस्तु, अनन्तरं पदानि तु समानानि सन्ति इति महोदय उक्तवान्, नूतनपदं वयं किमपि न आनयामः इति कृत्वा नेरनिति इति स्थले नेः लोपः अनिति आजुधातुके, अत्र निच् प्रत्ययः अपेक्षितः अस्ति. निच् न भवति चेत् कार्यं नास्ति, अपि च अनित् आजुधातुकप्रत्ययः अपेक्षितः अस्ति. अनन्तरं एकनिमिषम् अत्र नेर्निति इति एकवारं पश्यामः. नेरनिति इत्यस्य नेः लोपः भवति केवलम् आर्धधातुके प्रत्यये परे इति, नेः इति स्थानी अस्ति, आर्धधातुके प्रत्यये इति तत्र प्रत्ययः अस्ति. अनन्तरं चिन्नमलो दीर्घो अन्यत्र स्याम् इत्यस्य तु निच् किं भगिनि, आर्धधातुके अन्यत् कारणेन नति अन्यत् प्रत्ययः अनिति आर्धधातुके सति. अनन्तरम् अत्र चिन्नमलो दीर्घो अन्यतरस्याम् इत्यस्य निमित्तम् अस्ति चिन्नमलो नौ इति अस्ति खलु, चिन्नमलो नौ इति इत्युक्ते चिन् परे नुल् परके च नौ इति, तादृश नौ इति अर्थः. किन्तु स्थाने तु भिन्नम् अस्ति अत्र, नी स्थानी आसीत्, नेह् इति स्थानी अस्ति, नेरनिति इत्यस्मिन् निच् स्थानी अस्ति, अत्र तु निच् साक्षात् स्थानी नास्ति. अस्तु, तर्हि महोदय किं वदति, नेरनिति निमित्तमस्ति आर्धधातुकस्य अनिति आर्धधातुके इति चिन्नमल निमित्तं किं भगिनि, चिन्नमुलो इत्यस्य चिन्नमुलो नौ इति निमित्तं, चिन्नमुलो नौ इति तादृश नौ प्रत्ययः यस्मात् परे चिण् वा मुळ् वा अस्ति चेत् तादृश निच् प्रत्ययः इति. निच् साक्षात् यत् स्थानी अस्ति तत्तु अत्र साक्षात् निमित्तमस्ति अस्मिन् सूत्रे, नेरन्ति इत्यस्मिन् यत् निमित्त स्थानी अस्ति तत् स्थानी तु अत्र चिन्नमलो दीर्घो अन्यतरस्याम् इत्यस्य निमित्तं भवति अत्र. धन्यवादः, पुनः बेक् कृत्वा. अनन्तरं चिन्नमूलो दीर्घो अन्यतरस्याम् इति अत्र अत्र अपि तथा चिन् परके नोपरे चिन् प्रत्ययः अपेक्षितः अनिच् प्रत्ययः अपेक्षितः चिन् प्रत्ययः अपेक्षितः उभयत्र तथा अस्ति अनिच् चिन् इति कृत्वा अत्र निमित्तं किञ्चित् भिन्नम् अस्ति, स्थाने भिन्नः अस्ति इति चेदपि असिद्धवत् अत्र भातति सूत्रेण अपि निचः उपस्थितिः साध्यते इति सारांशः. अत्र कोऽपि प्रश्नः अस्ति वा? महोदय वदति यद्यपि भिन्नं निमित्तं भिन्नं स्थाने भिन्नं तथापि असिद्धवदत्रवात् इति भवति. किमर्थम् इत्युक्ते उभयत्र निच् एकत्र स्थाने अस्ति अन्यत्र निच्छस्ति प्रत्ययः अस्ति किं निमित्तम् अस्ति इति कृत्वा उपस्थितिः अस्ति समानपदानि सन्ति इति वदति किम् इति कृत्वा असिद्धवदत्रवात् इति किं किं वदति भगिनि तर्हि तदेव मम अवगमनम् आसीत् यतोहि निमित्तं भिन्नानि सन्ति किन्तु पदानि समानानि सन्ति पदानि समानानि सन्ति इति कृत्वा असितवद्रभात् इत्यस्य कार्यं भवति इति किम् आम् इति कृत्वा एवं किम् अस्तु किन्तु अभ्यकार्यम् इत्युक्ते समानाश्रितम् अभ्यं कार्यमेव तत्र मुख्यांशः अस्ति खलु समानाश्रितत्वम् इति तत्तु नास्ति अत्र एव एतावत्पर्यन्तम् अहं तु समानाश्रयः इत्युक्ते समाननिमित्तिकत्वम् इति मम अवगमनम् आसीत् किन्तु तथा नास्ति इति मन्ये खलु पदानि आश्रित्य इति वक्तव्यं तर्हि यानि पदानि अपेक्षितानि तदपि तदाश्रित्य तदेव आश्रयः भवति इति समानाश्रयः इति वयं स्वीकर्तव्यं तर्हि इति महोदयस्य महोदय सारितार्थम् इति भवान् उक्तवान् महोदय अपि चप्पि इति पृष्टवान् अन्यः किम् अस्ति महोदय इत्युक्ते चारितार्थ्यम् इत्युक्ते अत्र चरितम् इत्युक्ते किं गमनं खलु अत्र किम् अस्ति यत्र अतोपदायाः इति कार्यं न करोति चेत् दीर्घत्वं न भवति चेत् कुतः वा मिताम् अतोपदायाः इति दीर्घं करोति उपदात् दीर्घं करोति मितां ह्रस्वः इति ह्रस्वं करोति साक्षात् विपरीतकार्यं करोति खलु किन्तु यत्र दीर्घः नास्ति चेत् कुतः वा वयं ह्रस्वत्वं कुर्मः तस्य चलनमेव न भवति खलु सूत्रस्य गमनमेव कुत्रचित् अपि न भवति खलु इति कृत्वा चारितार्थम् इति महोदय पुनः वदतु चारितार्थम् इति गमनं तस्य गमनं तस्य प्रवृत्तिः इति प्रवृत्तिः इति प्रवृत्तिः तस्य प्रवृत्तिः एव न भवति खलु यत्र उपदा दीर्घः न भवति चेत् वयं कथं वा ह्रस्वत्वं कुर्मः उपदा दीर्घः भवति चेत् यत्र दीर्घः अस्ति तत्रैव ह्रस्वत्वं वयं कारयितुं शक्नुमः प्रवृत्तिः एव न भवति नो चेत् इति कृत्वा सर्वदा तु अतोपदयः प्रथमं कार्यं करोति तदनन्तरं मितां ह्रस्वकार्यं भवति धन्यवादः महोदय तर्हि तावदेव आसीत् खलु महोदयस्य आशयः विषये केचन नूतनविषयाः सन्ति एतावत्पर्यन्तं वयं किम् अस्माकम् अवगमनं किम् आसीत् तस्य किञ्चित् विपरीतरीत्या अस्ति तर्हि प्रश्नाः सन्ति किं ममापि मनसि इतोपि सन्ति पश्यामः अग्रे अपि एतादृशचर्चा आयाति तस्मिन् समये अधुना वयं यत् यत् पठितवन्तः तद् आश्रित्य अस्माभिः चिन्तयितुं शक्नुमः इति मन्ये भगिनि पुनः अल्विदि संक्षिप्तता तत्र अस्तु किम् अस्ति अत्र अचः परस्मिन् पूर्वविधौ इत्यस्मिन् विषये किं भगिनि आं भगिनि अतोपदायः इत्यस्य खलु अस्तु अत्र नेरनिति इति कार्यं कृतं भगिनि खलु नेरनिति पूर्वं कार्यं करोति इति वार्तिकेन वयं जानीमः वार्तिकस्य बलात् एव भवति इति महोदय वदति नित्यम् अन्तरङ्गम् इति सर्वं त्यजतु वार्तिकस्य बलेनैव भवति किमर्थम् इत्युक्ते वार्तिकं तु सूत्राणामेव दुरुक्तं सर्वं तत्र बोधयति खलु वार्तिकानि तर्हि समीकरणं भवति खलु तर्हि वार्तिकं वदति णि अल्लोपः तु अन्य किं किम् अस्ति यङ् गुण अयण् गुणवृद्धि दीर्घ इत्येतेभ्यः पूर्वविप्रतिते बलवद् भवति इति कृत्वा नेदनिति प्रथमं कार्यं करोति एव शिनमलो दुर्गान्यतरस्याम् इत्यस्मात् पूर्वं कार्यं करोति. अत्र नेरम्लो नेरन्ति कार्यं करोति चेत् इकारस्य लोपः भवति. अशमि इत्यस्य इकारस्य निच् इत्यस्य इकारस्य लोपः भवति, तर्हि अशम् इति अङ्गं प्राप्नुमः. अनन्तरं चिन् इत्यस्य इकारः अस्ति अधुना. अस्तु, अधुना अतोपदायः इति प्रसक्तिः तु अस्ति. चिन् इत्यस्य अतोपदायः इति प्रसक्तिः अस्ति. नित् अस्ति इति कृत्वा प्रसक्तिः अस्ति. अस्तु, तर्हि प्रसक्तिः अस्ति, किन्तु प्राप्तिः भवति वा इति प्रश्नः अस्ति अस्माकम्. अत्र किम् अस्ति, किम् अस्ति अत्र प्रत्ययस्य इ इत्यस्य लोपादेशः सामान्यतः तु अल्विधिकार्यं तु स्थानिवद् न भवति. धर्मं यत्र प्रत्ययस्य स्थाने अन्यप्रत्ययः, धातोः स्थाने अन्यधातुः इति आयाति चेदेव स्थानिवद् आदेशौ अनल्विधौ इति कार्यं करोति. इति कृत्वा लोपादेशः सामान्यतया तु इकारवत् न भवति एव. लोपादेशः भिन्नमस्ति, इकारः भिन्नमस्ति वर्णम् इति कृत्वा, वर्णाश्रितम् इति कृत्वा, वर्णः इति कृत्वा. किन्तु तस्मात् अनन्तरं यत् सूत्रमस्ति अचः परस्मिन् पूर्वविधौ किं वदति इत्युक्ते, सामान्यतया तु स्थानिवद् आदेश इत्येव कार्यं करोति. लोपादेशः इकारवत् न भवति. किन्तु अचः परस्मिन् पूर्वविधौ सूत्रं किं वदति, अनेन सूत्रेण विशिष्टतया लोपादेशः अजादेश अचहवत् भवति, स्थानिवद् भवति. अत्र इकारः तु अचुवर्णः अस्ति खलु, अचुवत् भवति इत्युक्ते इकारवत् भवति, इकारमिव दृश्यते. अन्येषां सूत्राणां कृते लोपः तु इकारवत् दृश्यते. कदा दृश्यते? पूर्वविधिकर्तव्ये इति, यत्र विधिसूत्रम् आगत्य पूर्वं विधिकार्यं कर्तुम् इच्छति. अत्र तु अतोपदायः इति पूर्वविधिकार्यम् अस्ति, परनिमित्तिकं पूर्वविधिः अस्ति तादृशसूत्रे. सूत्रं परिनिमित्तमस्ति, चिण् इति निमित्तमस्ति, विधि तु द्विपदातु दीर्घः इति पूर्वविधिः अस्ति. इति कृत्वा अतोपदायः इत्यस्य कृते यः लोपादेशः सञ्जातः, सामान्यतया तु वर्णः तु अन्यवर्णवत् न भवति. ककारः चकारवत् इति वयं कदापि वक्तुं न शक्यते. तथा एव लोपः तु इकारवत् इति कदापि न वक्तुं शक्यते. किन्तु अस्य सूत्रस्य कृते परनिमित्तिक पूर्वविधि कार्यं यत् भवति तस्य कृते तु स्थानिवद् भवति. यद्यपि वर्णः अस्ति, लोपः इकारः इति वर्णाश्रयः अस्ति, तथापि स्थानिवद् भवति. धर्मं तु नास्ति खलु, लोप इति धर्म तु इकारः इति धर्मः नास्ति. इत्युक्ते प्रत्ययः वा धातुः वा इति किमपि धर्मः नास्ति, तथापि लोप तु इकारवद् भवति इति अस्य सूत्रस्य कृते. तर्हि विशिष्टतया अचः परस्मिन् पूर्वविधौ इति आगत्य लोपादेशः इकारवत् कारयति इति कृत्वा अधुना अतोपदायः इत्यस्य दृष्ट्या किं भवति, उपदावर्णः कः अस्ति, मकारः अस्ति. किमर्थमित्युक्ते यद्यपि लोपः अस्ति तथापि इकारमेव पश्यति अतोपदाय इति कृत्वा, इकारमेव पश्यति इति कृत्वा, उपदा तु मकारः अस्ति इति कृत्वा अतोपदायः किं चिन्तयति, ओहो अत्र तु अकारः स्वरः अस्ति चेदेव अहं दीर्घत्वं कारयितुं शक्नोति खलु. स्वरस्य एव दीर्घवर्णः आयाति, कदापि व्यञ्जनस्य दीर्घवर्णः तु नास्ति एव. तर्हि मकारः अस्ति, मम तु किमपि कार्यं नास्ति इति कृत्वा अपगच्छति. अस्तु, तथा एव तर्हि आहत्य किम् अस्ति इति कृत्वा अन्ते अन्ततो गत्वा स्थानिवद् चिनम्लो दीर्घवर्णतरस्याम् इत्यनेन यद्यपि अल्विधि सामान्यतया न भवति तथापि अचः परस्मिन् पूर्वविधौ इत्यनेन वयं स्थानिवद् स्वीकृत्य वयं चिन्नमलो दीर्घवर्ण्यतरस्याम् इति अधुना कारयामः. चिन्नमलो दीर्घवर्ण्यतरस्याम् इत्यस्य कार्यं तु तत्र भवति किम् इति प्रश्नः आगच्छति खलु. तत्रापि लोपादेशः तु सञ्जातः एव, किन्तु लोपादेशम् आश्रित्य नास्ति चिन्नमलो दीर्घवर्ण्यतरस्याम् इत्यस्य कार्यम्. उपधावर्णः इति इकारमाश्रित्य नास्ति खलु अत्र तु. अत्र केवलं चिन् अत्र णिच् प्रत्ययम् अपेक्षिच् प्रत्ययस्य अपेक्षा अस्ति चिन्नमलो दीर्घवर्णतरस्याम् इत्यस्य कृते. तर्हि यद्यपि णिच् प्रत्ययस्य लोपः सञ्जातः तथापि प्रत्ययलोपे प्रत्ययलक्षणम् अस्ति इति कृत्वा अत्र तु चिन्नमलो दीर्घो अन्यत्रस्यां यद्यपि इकारस्य लोपः जातः तथापि तत्र निच् प्रत्ययः अस्ति इति पश्यति चिन्नमलो दीर्घो अन्यत्रस्यां. किमर्थं प्रत्ययलोपि प्रत्ययलक्षणं तिष्ठति एव इति कृत्वा निच् प्रत्ययः अस्ति. यद्यपि वर्णस्य लोपः सञ्जातः तथापि तत्र निच् प्रत्ययः अस्ति इति कृत्वा निच् अस्ति इति कृत्वा उपदा दीर्घं कारयति. चिन् परक नौ परे अस्ति खलु प्रत्ययः तत्र इति इति कृत्वा उपदा दीर्घत्वं कारयति. ओके ओके अवगतं धन्यवादः. तस्य नौ इत्यस्य उपदा करोति. अत्र तु निश्चित्यस्य निश्चिति निश्चिति प्रत्ययस्य अङ्गं किम् आसीत् अशम् इति एव आसीत् खलु. अशम् इति अङ्गस्य दीर्घत्वं कारयति. निच् प्रत्ययस्य अङ्गम् एतस्य तस्य अधिकत्वं कारयति. अत्र तु वर्णमाश्रित्य तत्र तु नास्ति खलु. कृत्वा अशामि अशामि इति रूपद्वयं साधयामः. धन्यवादः धन्यवादः धन्यवादः. विरमामः. शुभरात्रि शुभरात्रिः. धन्यवादः धन्यवादः.